हरिः ॐ। गुरवे सर्वलोकानां विषजे भवरोगिणां अपगाट् अष्टाध्यायी जगन्माता यस्य चित्ता समुत्थता वेदानामुपकाराय तस्मै पाणिनये नमः। सदाशिवसमारम्भां पाणिनाचार्यमध्यमाम् अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम्। ॐ हरिः ॐ। सर्वेभ्यो नमस्कारः। धन्यवादः भगिनी। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विधिलिङ्गकारः सम्भावनार्थे, तत्र विधिलिङ्गकारस्य अर्थद्वयं भवति, तत्र सम्भावना इति एकः, अपि विध्यर्थे इति अन्यः। अस्मिन् पाठे मूलविषयः तु सम्भावनार्थे। तत्र गोविन्दः कुत्र अस्ति? सः अत्र नास्ति, प्रायशः गृहे, गोविन्दः गृहे स्यात्। स्यात् इत्युक्ते किम्? उषा भगिनी, स्यात् इत्युक्ते सम्यक्तया न जानामि, गृहे अस्ति वा इति न वा इति यत्र चिन्तनं भवति इति मन्ये महोदय। तत्र यत्र प्रायशः प्रायशः प्रायशः कदाचित् अथवा इति तत्र सः तत्र एव भवेत् इति चिन्तयामः चेत् तत्र वयं वदामः एतस्य लकारः उपयोगं कुर्मः, एतस्य लकारस्य उपयोगं कुर्मः। समीचीनं भगिनि। अतः तत्र स्यात् इति इदानीं तत्र नरेश् महोदय तत्र एकवारं तत्र पट् धातोः रूपाणि एकवारं पठति वा महोदय? पुटसङ्ख्या अस्ति 93 मध्ये। नमस्ते महोदय, वंशीसुधा अस्ति। वंशीसुधा भगिनि नमस्कारः। भगिनि पुटसङ्ख्या 93 अस्ति भगिनि, किञ्चित् कालमनन्तरं वक्तुं शक्नोमि महोदय, अधुना तु शृणोमि। अस्तु भगिनि, अस्तु भगिनि, चिन्ता नास्ति। पठेत्, पठेताम्, पठेयुः, पठेः, पठेतम्, पठेत, पठेयम्, पठेव, पठेम। इति समीचीनम्। अस्तु, इदानीं प्रिया भगिनी तत्र केवलं नमस्कारः पुनस्मरणार्थं तत्र लिखति इति पद क्रिया धातोः तत्र लिक् धातोः रूपाणि एकवारं वदति वा भगिनि? आम् आम् महोदय, नमस्ते, श्रूयते वा? इदानीं श्रूयते, श्रूयते। लिखेत्, लिखेतां, लिखेयुः, लिखेः, लिखेतं, लिखेत, लिखेयं, लिखेव, लिखेम। समीचीनं। अस्तु, इदानीं तत्र वेदा भगिनी तत्र नयति इति नयेत्, नयेतां, नयेयुः, नयेः, नयेतं, नयेत, नयेयं, नयेव, नयेम। समीचीनम्। उषा भगिनी तत्र गच्छति? आं महोदय, गच्छेत्, गच्छेतां, गच्छेयुः, गच्छेः, गच्छेतं, गच्छेत, गच्छेयं, गच्छेव, गच्छेम इति। इति समीचीनम्। अस्तु, इदानीं तत्र पुटसङ्ख्या 93 मध्ये तत्र मध्यभागे तत्र लिखति, नयति, गच्छति, तिष्ठति, पृच्छति इति क्रियापदानि दत्तानि सन्ति, तानि उपयुज्य एकम् एकं वाक्यं करोतु, किन्तु तत्र विधिलिङ्गकारः सम्भावनार्थे भवेत् अस्मिन् वाक्ये। तत्र नरेश् महोदय तत्र किमपि सरलवाक्यं लिखति, प्रायः मम मित्रं पत्रं लिखेत्। मम मित्रं प्रायः अथवा प्रायशः, प्रायः पत्रं लिखेत्। समीचीनं महोदय। अस्तु, उषा भगिनी। आं महोदय, अहं कदलीफलं खादेयम्। अहं कदलीफलं खादेयम्। समीचीनं भगिनि, भवती न जानाति यदि खादति न वा इति, खादामि न वा इति, अतः तत्र खादेयम्। समीचीनम्। अस्तु, वेदा भगिनी अग्रे। वयं वयं सर्वे वयं सर्वे ग्रामं गच्छेम. वयं सर्वे प्रायशः ग्रामं गच्छेम. समीचीनं भगिनि. तत्र सम्यक्तया न जानीमः, किन्तु चिन्तनं तादृशम् अस्ति इति. समीचीनम्. अस्तु, समीचीनं भगिनि. अस्तु, प्रिया भगिनि. शिशवः पयसः पिबेयुः. शिशवः पयसः पिबेयुः. तत्र पयसः इति पयस् इति शब्दः अस्ति. तस्य ओ पयस् पयसि पयांसि वा तत्र? किन्तु पयांसि तत्र एकवचने वा अथवा बहुवचने भवती वक्तुम् इच्छति वा? एकवचने एव सम्यक् महोदय. किन्तु पय तत्र मनस् इति तु मनः इति. अस्तु अस्तु, शिशवः पयः पिबेयुः. पिबेयुः, अस्तु भगिनि. तद् मम मनसि क्लेशः आसीत् तत्र पायसः इति. तत्र प्रायः षष्टी इति तावदेव. समीचीनं भगिनि. अस्तु, अग्रे शोभा भगिनी, नमस्कारः. पुटसङ्ख्या अस्ति 93 भगिनि. अस्तु, नमस्ते महोदय. क्षम्यतां. नमस्कारः भगिनि. 93 अत्र विधिलिङ्गकारः सम्भावनार्थे. अस्तु तर्हि, अतः तत्र एकमेकं वाक्यं कृतवन्तः. अपि साधारणरूपं विधिलिङ्गकारस्य साधारणरूपं सामान्यरूपं किं भवति इति पृष्टवन्तः. इदानीं तत्र अग्रे गच्छेम. तदनन्तरं तत्र श्लोकाः, भगवद्गीताश्लोकाः अपि सन्ति तत्र. तदपि तत्र पश्यामः. किन्तु एकवारम् अस्तु प्रायः किन्तु एकवारं तत्र विशेषरूपाणि अपि तत्र पश्यामः. अतः तत्र शोभा भगिनी, भवती एव तत्र आरम्भं कर्तुम् इच्छति वा तत्र अग्रिमे पुटे 94 मध्ये? आम् महोदय, 94 मध्ये तत्र गृहधातुः. तत्र केषाञ्चित् धातूनां रूपाणि भिन्नानि भवन्ति, यथा गृहधातुः गृह्णीयात् गृह्णीयातां गृह्णीयुः, गृह्णीयाः गृह्णीयातं गृह्णीयात, गृह्णीयां गृह्णीयाव गृह्णीयाम इति भवति. तत्र भेदः अस्ति वा तत्र पट् धातुः अपि गृहधातुः पिदिलिङ्गकारयो तत्र लकाराणां मध्ये? आम् महोदय, तत्र यकारः आगच्छति. पट् धातोः पठेत् पठेतां पठेयुः इति भवति. अपि च मध्यमपुरुषे उत्तमपुरुषे अपि तत्र पठेः पठेतं पठेत अत्र. अपि च गृह्णीयां पठेयं तत्र तु उत्तमपुरुषे एकवचने यकारः आगच्छति, ह्रस्व यकारः. अनन्तरं पठे वा पठेम इति भवति. किन्तु तत्र सर्वत्र यक दीर्घ या इति दृश्यते. तर्हि तत्र भिन्नरूपाणि सन्ति. अतः तत्र गृधातोः विधिलिङ्गकारः भिन्नः अस्ति. पट् धातोः विधिलिङ्गकारस्य रूपं भिन्नम्, एतस्य विधिलिङ्गकारस्य रूपं भिन्नम्. समीचीनं भगिनि. तत्र पठेत् स्थाने गृह्णीयात् इति अस्ति. समीचीनं भगिनि. अस्तु, इदानीं तत्र नूतन तत्र गृधातोः तत्र सादृशं सदृशं धातूनामपि तत्र किञ्चित् अभ्यासं कुर्मः. अतः तत्र वेदा भगिनी, तत्र अग्रे अस्ति तत्र एवमेव भग्नाति जानाति इति अस्ति खलु? अतः तत्र भग्नाति इति स्वीकरोतु भगिनि. भग्नाति भग्नाति बद् धातु तः आयाति. बद् बद् बध्याता न एतादृशमेव. यथा गृ धातुः अस्ति तादृशं तत्र भग्नाति यथा अस्ति भग्नाति अपि अस्ति. भग्नीयात् समीचीनं. भग्नीयात् भग्नीयातं यातां भग्नीयुः, भग्नीयाः भग्नीयातं भग्नीयात् यात भग्नीयां भग्नीयाव भग्नीयाम दीयाम इति समीचीनं समीचीनं भगिनि हा अस्तु अग्रे तत्र उषा भगिनी इदानीं तत्र जानाति इति करोतु आं महोदय जानाति जानीयात् जानीयातां जानीयुः जानीयाः जानीयातं जानीयात् जानीयां जानीयाव जानीयाम इति भवति हा समीचीनं भगिनि हा अग्रे तत्र नरेश महोदय इदानीं तत्र क्रीणाति इति क्रीणाति क्रीणीयात् क्रीणीयातां क्रीणीयुः क्रीणीयाः क्रीणीयातं क्रीणीयात् क्रीणीयां क्रीणीयाव क्रीणीयाम इति हा इति समीचीनम् अस्तु प्रिया भगिनी इदानीं तत्र अग्रे तत्र प्रीणाति इति प्रीणाति प्रीणीयात् प्रीणीयातां प्रीणीयुः प्रीणीयाः प्रीणीयातं प्रीणीयात प्रीणीयां प्रीणीयाव प्रीणीयाम हा समीचीनं भगिनि हा अतः तत्र अन्तिमं तत्र अश्नाति इति अस्ति तत्र सर्वे कृतवन्तः इति मन्ये अस्तु शोभा भगिनी तत्र अश्नाति इति रूपं तस्य रूपाणि एकवारं वदतु भगिनि आं महोदय अश्नाति अश्नीयाताम् अश्नीयुः अश्नीयाः अश्नीयातम् अश्नीयात अश्नीयाम् अश्नीयाव अश्नीयाम इति भवन्ति हा समीचीनं भगिनि हा अतः तत्र एतत् सर्वं तत्र घृणीयात् इति उदाहरणं दत्तं किन्तु तत्र एते धातवः तत्र कस्मिन् गणे सन्ति ते सर्वे तत्र क्रयादिगणे सन्ति अतः क्रयादिगणे तत्र बध्नाति जानाति क्रीणाति प्रीणाति अश्नाति सर्वं तत्र क्रयादिगणे अस्ति इति मन्ये अतः तत्र रूपं समानम् अस्ति अस्तु तत्र केवलं तत्र मनसि भवेत् इति कृत्वा तत्र एकमेकं वाक्यं कुर्वन्तु तत्र बध्नाति जानाति क्रीणाति प्रीणाति अश्नाति इति स्वीकृत्य एकमेकं वाक्यं कुर्वन्तु तत्र वेदा भगिनी तत्र एकं वाक्यं करोति वा बध्नाति वा बध्नाति अस्तु बध्नाति इति स्वीकरोतु बध्नाति बहुवचने करोतु तत्र बहुवचने बध्नीयुः ओके बध्नीयुः किं बध्नीयुः रक्षकाः रक्षकाः चोरं बध्नीयुः समीचीनं वा रक्षकाः चोरं बध्नीयुः तत्र वयं चिन्तयामः तत्र तादृशं कृतवन्तः न इति न जानीमः किन्तु न जानीमः तत्र अपेक्षा अस्ति तत्र ते कर्तुं शक्नुवन्ति इति समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे उषा भगिनी तत्र जानाति इति तत्र मध्यमपुरुषे बहुवचने करोतु त्वम् इवां यूयं यूयं जानीयात् यूयं सम्यक्तया भगवद्गीतां जानीयात् हा समीचीनं भगिनि हा अस्तु प्रिया भगिनी इदानीं तत्र क्रीणाति इति उत्तमपुरुषे बहुवचने उत्तमपुरुषे बहुवचने वयं सर्वे फलानि क्रीणीयाम क्रीणीयाम समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय इदानीं तत्र प्रीणाति इति प्रथमपुरुषे द्विवचने परन्तु प्रीणाति किमस्ति प्रीणाति इत्युक्ते तत्र प्रेमम् तत्र प्रेमस्य प्रदर्शनं अथवा तत्र हा अफेक्षनेट् इति तत्र इच्छति इति अर्थे इच्छति इति स्वीकरो इच्छति इति तत्र इच्छति इति अपि भवति. तौ प्रीणीयातां. हा किन्तु तत्र प्रीणीयातां मध्ये कर्मपदं भवेत्. तौ कुत्रापि न प्रीणीयातां. न कुत्रापि न भवति, कर्मपदं नास्ति महोदय तत्र. आम् आम् किमपि तत्र तौ पुत्रं त्वं तौ पुत्रान् प्रीणीयाताम्. तत्र पुत्री अस्ति चेत् किं भवति? पुत्रीः. हा समीचीनं महोदय. अस्तु पुत्रीः पुत्रीः हा प्रीणीयाताम् हा इति समीचीनं महोदय. अस्तु अस्तु तर्हि अतः तत्र सामान्यरूपस्य ज्ञानम् अस्ति. इदानीं तत्र विशेष अथवा विशिष्टरूपस्य प्रथमविशिष्टरूपस्य अपि ज्ञानम् अस्ति. इदानीं तत्र अग्रे गच्छामः. इदानीं तत्र द्वितीयविध विशिष्टः तत्र शक् धातोः. अस्तु तर्हि तत्र प्रिया भगिनी तत्र शक् धातोः रूपाणि एकवारं पठति वा भगिनि? आम् आं महोदय. शक् धातुः शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम. हा इति समीचीनं. हा अतः तत्र इदानीं नूतनरूपं शक्नुयात् इति. तत्र भेदः किम् अस्ति भगिनि? तत्र पटे पट् धातोः अपि तत्र शक् धातोः तयोः मध्ये कः भेदः? अपि तत्र गृ धातुः अपि शक् धातुः तयोः मध्ये कः भेदः? आं महोदय, प्रथमतया पठ् धातु तत्र पठ इति ति इत्यस्य पूर्वम् अभवति अ भवति, ततः तत्र पठेत् इति आगच्छति. परन्तु अत्र शक्नोति इति अस्ति, ति इत्यस्य पूर्वे ओकारः अस्ति, ततः रूपस्य भेदः अस्ति. अत्र ओकारः ऊकारः भवति. शक्नुयात् इति अत्र या अपि मध्ये आगच्छति. गृह्णीयात् अत्र गृह्णाति इति अस्ति, तत्र ति उपस ति तिङन्तप्रत्ययस्य पूर्वे आ दीर्घ आकारः इति अस्ति. जानाति क्रीणाति अत्र सर्वे वयं पश्यामः दीर्घ आ इति अस्ति ति इति पूर्वे. तत्र दीर्घ ईकारः भवति. गृह्णीयात् गृह्णीयातां यत्र ओ अस्ति ति इत्यस्य पूर्वे तत्र नु इति आगच्छति इति मम चिन्तनमस्ति. समीचीनं भगिनि. हा तदेव अस्ति. अस्तु उत्तमम्. अस्तु हा समीचीनं भगिनि. इदानीं तत्र वेद भगिनी यत् प्रिया भगिनी उक्तवती तदेव पुनः तत्र स्वशब्दैः वदतु भगिनि. तत्र भेदः कः इति? भेदः ग्रहधातुतः भेदः. ग्रहधातु क्रियादिगणे अस्ति, तदेव तत्र न इति श्ना विकरणप्रत्यय इति तदेव न भवति. ग्रहयोगः न योगः यात् गृहणीया ग्रह गृह भवति. तद् सम्प्रसारणी धातु अस्ति ग्रहधातु, तदेव ग्रहगृह भवति. गृह गृहिणी यात् तत् तत् रूपं भवति तद् ग्रहधातुतः. शक् धातु स्वादिगणे अस्ति, तदेव विक्रणप्रत्यय स्नु अस्ति. तत्र स्नु श्नु प्रत्यय अस्ति, तदेव शक् योगः श्नु. शकार लोपः भवति, इत्संज्ञा भूत्वा तस्य लोपः भवति. शक्नु यात् इति रूपम् आयाति. तदेव भिन्नगणे अस्ति. समीचीनं भगिनि. हा समीचीनम् उत्तमम्. इदानीम् उत्तममस्ति भगिनि. इदानीं तदेव तत्र प्रथमस्तरीयरीत्या वदतु. तत्र यदि तत्र गणः तत्र तस्य गणस्य विषये नास्ति नास्ति इति चिन्तयतु कोऽपि अस्ति अथवा कापि अस्ति. इदानीं केवलं क्रियापदं दृष्ट्वा एव तत्र बध्नाति जानाति क्रीणाति श्रीणाति अश्नाति तत्र किं सामान्यमस्ति? समानं किम् अस्ति? पठदातु तत्र पठदातु पठति लिखति अपि तत्र भज्नाति जानाति क्रीणाति प्रीणाति अश्नाति इति नकार आयाति तत्र किमर्थं नकारः अस्ति अपि नकारस्य अनन्तरं किम् अस्ति नकारस्य अनन्तरं ति ति प्रत्ययः अस्ति तद्वा किन्तु ति पूर्वं नकारस्य अनन्तरम् एकः स्वरः स्वरः अस्ति आकारः अस्ति दीर्घः वा ह्रस्वः वा दीर्घ आकार दीर्घ आकारः अस्ति पठदातुतः तत्र अकारः अस्ति यत् दीर्घ आकारः अस्ति समीचीनं भगिनि अपि इदानीं तत्र चिनोति आप्नोति शृणोति तनोति तत्र किम् अस्ति चिनोति तत्र ओकार अस्ति ओकार अस्ति ओकार तत्रापि नकारः अस्ति किन्तु तत्र तत्रापि ओकार यात् किं भवति चिनो अतः तत्र इदानीं तत्र तात्पर्यं किम् तत्र दीर्घ अकारः अस्ति चेत् बध्नाति अस्ति चेत् तत्र विदीर्णकारे किं भवति बध्नाति अस्ति चेत् तत्र बध्नीयात् यदि नकारोति ओकारः अस्ति चेत् किं भवति ओकार अस्ति चेत् चिनोति किं भवति तत्र चिनुयात् चिनुयात् इति चिनुयाति चिनुयात् भवति बध्नाति ओकार भवति तत्र अपि ईकारः भवति अपि यकारः अस्ति तत्र सर्वत्र अत्र आम् अस्तु समीचीनम् अस्तु इदानीं तत्र अग्रे तत्र शोभा भगिनी इदानीं तत्र चिनोति इति तस्य रूपाणि वदतु भगिनि आम् महोदय चिनोति चिनुयात् चिनुयातां चिनुयुः चिनुयाः चिनुयातं चिनुयात चिनुयां चिनुयाव चिनुयाम सम्यक् वा महोदय चिनुयाम समीचीनं भगिनि समीचीनमेव अस्तु अग्रे प्रिया भगिनी उक्तवती अस्तु तत्र उषा भगिनी अग्रे तत्र आप्नोति इति आप्नोति इति आप्नुयात् आप्नुयाताम् आप्नुयुः आप्नुयाः आप्नुयातम् आप्नुयात् आप्नुयाम् आप्नुयाव आप्नुयाम इति भवति अतः तत्र किं षक् धातुः गृहधातुः अन्तिमभागः समानमस्ति केवलं मध्ये किम् अस्ति ईकार दीर्घ ईकारस्थाने ह्रस्व उकारः अस्ति खलु आम् तत्र गृणीयात् स्थाने शक्नुयात् गृणीयाः स्थाने शक्नुयाः इति अस्तु तर्हि अग्रे नरेश महोदय इदानीं तत्र शृणोति इति शृणोति शृणुयात् शृणुयातां शृणुयुः शृणुयाः शृणुयाताम् अयातं शृणुयात शृणुयां शृणुयाव शृणुयाम इति समीचीनम् अस्तु अग्रे तत्र प्रिया भगिनी भवती तत्र तनोति इति पदस्य रूपाणि वदतु भगिनि अस्तु महोदय तनुयात् तनुयातां तनुयुः तनुयाः तनुयातं तनुयात तनुयां तनुयाव तनुयाम इति समीचीनम् अस्तु इदानीम् अत्रापि वाक्यानि रचयामः अतः तत्र उषा भगिनी तत्र शक् अथवा चिनोति तत्र चिनोति इति पदम् अस्तु अस्तु भगिनि तत्र किमपि वाक्यं करोतु भगिनि महिलाः उद्यानात् उत्तमानि पुष्पाणि चिनुयुः सम्यक् चिनुयुः वा तत्र चिनुयुः वा चिनुयात् चिनुयातां चिनुयुः महोदय तत्र नु इति अस्ति तत्र ऊकारः दीर्घः वा ह्रस्वः वा ह्रस्वः महोदय चिनुयुः चिनुयुः चिनुयुः समीचीनं भगिनि अस्तु अग्रे तत्र नरेश महोदय वाक्यम् आप्नोति. अस्तु. अहं पुस्तकानि आप्नुयाम्. अहं पुस्तकानि आप्नुयाम्. अस्तु, समीचीनं. शोभा भगिनी. आम्, बालिकाः सङ्गीतम् अन्यत् करोमि. अस्तु, त्वं सङ्गीतं शृणुयाः. हा, त्वं सङ्गीतं शृणुयाः. अस्तु, समीचीनं. वेदा भगिनि. वेदा भगिनि न श्रूयते भगिनि. अस्तु, अग्रे शमिता महोदय. तनोति इति पुल् पुल् इति अर्थः वा? तनोति. हा, तनोति स्ट्रेच् इति अस्ति भगिनि तत्र. हा, किं वदामि, वर्धते अपि अस्ति अर्थः. वर्धते, तनोति, किं वदामि, सेण्टेन्स् किं वदामि. अस्तु, अन्यत् एव शक्नुयात् एव. शक्नुयात्, शक्नुयात्, किमपि कोऽपि धातुः. वयं वयं वयं क्रीड न किं वदामि, शक्नुयात्. शक् धातुः सकर्मकः वा अकर्मकः वा? शक्नुयाम, शक् धातु वा? शक् शक्नोति अकर्मक. अकर्मक, हा. सरलवाक्यं वदतु लट्लकारे. लट्लकारे शक्नोति इति उपयुज्य किमपि वदतु. अहं गृहकार्यं कर्तुं शक्नोति. शक्नोमि. अकर्मकः अस्ति खलु, साधारणतया शक्नोति इति अस्ति चेत् तस्मात् कर्मपदं भवति. पूजां किं नथिङ्ग् इस् करण्ट् मन्दिरे. मन्दिरे मन्दिरे श्वः मन्दिरे अथवा सायङ्काले मन्दिरे किं सायङ्कालं मन्दिरे गन्तुं शक्नुयाम. गन्तुम् अहं अहं तत्र अथवा अहं मन्दिरं सायङ्काले मन्दिरं गन्तुं श्वः मन्दिरे. मन्दिरं मन्दिरं मन्दिरं मन्दिरे अहं श्वः मन्दिरे किं शक्नुयाम. पूजां कर्तुं शक्नुयाम अथवा पूजां द्रष्टुं. पूजां द्रष्टुं शक्नुयाम. शक्नुयाम. तत्र मन्दिरं तत्र श्वः तत्र उद्घाटितः मन्दिरः किम् उद्घाटितं मन्दिरम् उद्घाटितं भवेत् चेत् शक्ति न जानीमः. अतः न जानीमः, अत एव प्रायशः श्वः अहं मन्दिरे पूजां द्रष्टुं शक्नुयाम् इति. अस्तु, समीचीनम्. अस्तु, प्रिया भगिनी तत्र कमपि धातुं स्वीकृत्य वदतु भगिनी. हा, अस्तु महोदय, अहं तन्नोति इति प्रयत्नं करोमि. अस्तु भगिनि. कोविड् कारणेन सर्वेषां तनवः तनुयुः. पुनः भगिनि. कोविड् कारणेन सर्वेषां तनवः अथवा शरीराः तनुयुः. सत्यमेव. सत्यमेव. अस्तु, अतः तत्र इदानीं तत्र चिनोति आप्नोति शृणोति इति तत्र विशिष्टरूपस्य तत्र रूपाणि दृष्टवन्तः. अस्तु, इदानीं तत्र अग्रे सरामः. तर्हि इदानीं तत्र क्रूधातुः. अस्तु, तर्हि तत्र नरेश महोदय क्रूधातुः धातोः रूपाणि एकवारं वदतु महोदय. कुर्यात्, कुर्याताम्, कुर्युः, कुर्याः, कुर्यातं, कुर्यात, कुर्याम, कुर्याव, कुर्याम इति. इदानीं तत्र सदृशम् अस्ति वा तत्र गृधातुः शक् धातुः कृ धातुः न सदृशं तु नास्ति. गृहधातु वयं दृष्टवन्तः लट् लकारे गृह्णाति अस्ति परन्तु विधिलिङ्गकारे गृह्णीयात् अस्ति. लट् लकारे आकारः अस्ति गृह्णाति परन्तु विधिलिङ्गकारे ईकारः अस्ति गृह्णीयात्. समीचीनम्. अपि यत्र कृन् धातुः तत्र लट्लकाररूपं किं करोति अस्ति. करोति ओकारः अस्ति. ओकारः अस्ति. अत्र तु याकारः अस्ति. समीचीनं. याकारः यात् इति एव अस्ति. अपि तत्र तस्मात् प्राक् ईयात् इति अस्ति तत्र तादृशं नास्ति. ईकारः नकारः तत् नास्ति. केवलं कुर्यात् कुर्यातां कुर्युः अन्तिमभागः तु समानमेव अस्ति खलु. यात् इति कुर्यात् गृह्णीयात् किन्तु पट् एत् अतः तत्र कस्य समीपम् इत्युक्ते तत्र प्रायशः गृधातुः धातोः समीपम् अस्ति न तु पट् धातोः समीपं खलु. आम् पठ् धातु तु पठेत् पठेत् अतः तत्र पठेत् भिन्नम् अस्ति. गृधातुः प्रायशः समीपम् इति वक्तुं शक्नुमः किन्तु तत्र समानम् इति न वक्तुं शक्नुमः. समानं नास्ति परन्तु अन्ते यात् अस्ति. यात् यातां हा तत्र यात् यातां युः याः यातं यात यात यां याम याम. अतः तत्र विशिष्टरूपे एतत् सर्वम् अस्ति किन्तु साधारणरूपे तत्र पठेत् पठेतां पठेयुः पठेः पठेतं पठेत पठेयं पठेव पठेम इति एव अस्ति. अस्तु तर्हि इदानीं तत्र अग्रे तत्र धा धातुः तत्र अभेदा भगिनी तत्र धा धातोः रूपाणि वदतु भगिनि. दद्यात् दद्यातां दद्युः दद्याः दद्यातं दद्यात् दद्यां दद्याव दद्याम. तत्र दादातुतः यात् युज्यते तदेव दद्यात् इति आयाति. दद्यात् दद्यातां यात् यातां यायुः याः यातं यात् यां यावयाम इति रूपं दादातु युज्य युज्येन एतत् रूपम् आयाति. हा समीचीनं भगिनि. हा तत्र जुहो जुहोति जुहोत्यादिगणे अस्ति तत्र द्वित्वं भवति तदेव दद् दद् आयाति. हा समीचीनं भगिनि. अतः तत्र दद्यात् इति दद्यात् अपि दद्यातां दद्युः तत्र अपि तत्र द्वित्वमस्ति किन्तु तत्र अन्तिमभागः आकारः तत्र यात् यातां यात् यातां युः याः यातं यात खलु. तत्र दध्याम् इति तत्र किम् अस्ति दद्योगः याम् इति अस्ति खलु. दद्योगः याव दद्योगः याम यथा तत्र शक् शक्नु यां शक्नु याव शक्नु याव शक्नु याम इति. अतः तत्र विशिष्टरूपम् अस्ति किन्तु तत्रापि समान अंशाः अपि तत्र सन्ति महोदय. एवं वक्तुं शक्नुमः पठदातु तत्र अकारस्य अकार अन्ते अकार अस्ति तदेव तत्र ईत् ईताम् इत् इतां युः इते इताम् इत एयम् इव इम इति रूपं तत्र धातु एतदेव तत्र प्रिया भगिनी उक्तवती इति मन्ये खलु भगिनी. अस्तु समीचीनं भगिनि. अस्तु अतः अग्रे सरामः. इदानीं तत्र उषा भगिनी तत्र अग्रे तृतीय अभ्यासः अस्ति तद् तम् अभ्यासम् आरम्भं करो तस्य अभ्यासस्य आरम्भं करोति वा भगिनि. आं महोदय. अधोलिखितानि वाक्यानि सम्भावनरूपेण परिवर्त्य लिखत. मम मित्रम् आगच्छति. विधिलिङ्गकारे मम मित्रम् आगच्छेत्. आगच्छेत् समीचीनं. बहुवचने किं भवति? मम मित्रम् आगच्छेयुः. मम किन्तु पुनः वाक्यं वदतु. आगच्छति आगच्छ न न वाक्यं वाक्यं भवत्याः वाक्यं वदतु भगिनि. मम मित्रं न न मम मित्राणि आगच्छेयुः. क्षम्यतां. अस्तु अग्रे शोभा भगिनि. सः पत्रं लिखति. सः पत्रं लिखेत्. हा सः पत्रं लिखेत् तदेव इदानीं तत्र अहम् इति उपयुज्य वदतु. अहम् अस्ति चेत् अहं पत्रं लिखेयम्. अहं पत्रं लिखेयं समीचीनम्. अस्तु वेदा भगिनी अग्रे तत्र तृतीय अतिथयः प्रश्नान् पृच्छन्ति. अतिथयः प्रश्नान् पृच्छन्ति बहुवचनम् अस्ति तत्र. अतिशयः प्रश्न अतिथयः तत्र प्रातिपदिकं किम्? अतिथयः प्रातिपदिकं किम् अस्ति? अतिथि. हा अतिथयः इति बहुवचनम्. अतिथयः प्रश्नान् पृच्छन्ति. पृच्छन्ति तस्य रूपमस्ति पृच्छन्ति इति पृच्छेयुः. अतिथः प्रश्नान् पृच्छेयुः. पृच्छेयुः वा पृच्छेयुः वा पृच्छेयुः वा न जानामि तावत् महोदय. पृच्छेयुः पृच्छेयुः पृच्छेयुः. समीचीनं. तत्र इदानीं तत्र अतिथयः प्रश्नान् पृच्छन्ति पृच्छेयुः. तत्र त्वम् अस्ति चेत् त्वम् अस्ति चेत् किं भवति? किं महोदय? त्वं त्वम् अस्ति चेत् त्वं प्रश्नान् त्वं प्रश्नान् स्वं प्रश्नान् पृच्छेः. हा उत्तमं भगिनि. हा त्वं प्रश्नान् पृच्छेः इति समीचीनं. हा अस्तु अग्रे नरेश महोदय. आवां त्वाम् आह्वयावः. आह्वयावः आह्वयावः आह्वयावः आह्वयावः. आवाम् आवाम् इति अस्ति उत्तमपुरुषः द्विवचन द्विवचनं. आवां त्वाम् आह्वयाव. हा तत्र तत्र महोदय तत्र धातुः अस्ति ह्वे धातुः अत्र ह्वे धातुः तत्र ह्वे धातुः तत्र किं भवति? तत्र विधिलिङ्गकारे तत्र तत्र पटि तत्र रूपम् एकवारं पठतु वदतु. तत्र पट् धातोः रूपं कथम् आसीत् तत्र? पठेव. हा अतः पठति पठावः इति पठावः इति अस्ति लट्लकारे. किन्तु पठेव इति अस्ति खलु विधिलिङ्गकारे. पठेव आह्वेव आह्वयेव आह्वयेव. हा आवां त्वाम् आह्वयेव. हा यतोहि तत्र पट् आ पट् आवः दीर्घाकारः तदनन्तरं वः तद्भवति पटेवः. तादृशम् आह्वयावः आह्वयेवः आह्वयेव एव विसर्गः नास्ति. क्षम्यतां. आह्वयेव. वयमस्ति चेत् किं भवति? वयं त्वाम् आह्वयेम आह्वयेम. अहम् अहं त्वाम् आह्वेयम् आह्वयेम आह्वयेम आह्वयेयम आह्वयेयम् समीचीनम् आह्वयेयम् अस्तु अग्रे समीचीनम् अग्रे प्रिया भगिनी आम् महोदय सः श्वः चिन्तां करिष्यति सः श्वः चिन्तां कुर्यात् हा सः श्वः चिन्तां कुर्यात् तत्र यूयम् इति स्थापयतु तत्र यूयम् यूयं श्वः चिन्तां कुर्यात् कुर्यात् हा समीचीनम् अहम् अहं श्वः चिन्तां कुर्यां कुर्यां समीचीनं भगिनि हा अस्तु अग्रे शोभा भगिनि वयं प्रीत्या वार्तालापं कुर्मः किं करणीयं तत्र महोदय विधिलिङ्गकार्यस्य क्षमतां कुर्मः अहं भवान् किमपि वदति इति पृच्छति इति चिन्तितवती पृच्छति इति अस्तु समीचीनं वयं प्रीत्या वार्तामालं वार्तालापं तत्र वयम् इति अस्ति उत्तमपुरुषे अतः कुर्याम इति वार्तालापं कुर्याम कुर्याम इति समीचीनं हा तत्र कवयः इति तत्र स्थापयतु कवयः कवयः प्रीत्या वार्तालापं कुर्युः कुर्युः समीचीनं त्वम् इति अस्ति चेत् त्वं प्रीत्या वार्तालापं कुर्याः कुर्याः इति समीचीनम् अस्तु अग्रे उषा भगिनी अग्रिमवाक्यम् आं महोदय सर्वे आगन्तुं न शक्नुवन्ति सर्वे आगन्तुं न शक्नुयुः हा सर्वे वर्गम् आगन्तुं न शक्नुयुः हा समीचीनम् इदानीं तत्र यूयम् इति स्थापयतु तत्र यूयम् यूयम् आगन्तुं न शक्नुयात् हा शक्नुयात् हा अहम् अहम् अहम् आवां वयम् अहम् आगन्तुं न शक्नुयाम् अहम् आगन्तुं न शक्नुयाम् समीचीनं भगिनि अस्तु वेदा भगिनी अग्रे एकनिमिषं महोदय तौ दम्पती न आगमिष्यतः तौ सः तौ तौ द्विवचने तौ दम्पती न आगमिष्यतः तौ दम्पती न आगमिष्यतः गमिष्यति गम् धातुतः गमिष्यति गच्छति गमिष्यति तत्र तौ दम्पती न गमिष्येताम् इति वा न न न तत्र हा तत्र भगिनी तत्र इदानीं तत्र लकारद्वयं स्थापितुं शक्नुमः एक न न भगिनि तत्र वार्ता एषा अस्ति भगिनि तत्र गमिष्यति इति अस्ति तत्तु लट्लकाररूपं नास्ति खलु भगिनि करेक्ट् किन्तु किन्तु धातुः कः तत्र गम् धातुः गम् धातुः तस्य एव इदानीं विधिलिङ्गकारः स्थापनीयं तावदेव गम् धातु गम् अकारः अस्ति तत्र अकारः अस्ति चेत् गम्येतां वा गमेतां तत्र आरम्भे न न न प्रथमवाक्यं तत्र मम मित्रम् आगच्छति इति तत्र किम् आसीत् मम मित्रम् आगच्छति आगच्छत न न न तत्र पुनः अस्तु समीचीनं गम् धातुः रूपं गच्छति इति अस्ति खलु गच्छेत् आगमिष्यति इति किं वदामि तत्र आगमिष्यतः आगमिष्यति गम् तत्र धातुः कः गम् धातुः उपसर्ग अस्ति अकारः आगमिष्यति तत्र आगच्छति तत्र घम् धातुः अस्ति खलु उपसर्ग अपि अस्ति घम् इति धातुः अस्ति तौ घम् धातुः विधिलिङ्गकारः कः आगमिष्येताम् न न आगच्छेत् इति अस्ति भगिनि ओ आगच्छेत् इति वा तत्र आगमिष्येत् इति अस्ति चेत् तत्र किं भवति कः लकारः तत्र आगमिष्ये आगमिष्येत् अस्ति चेत् न न भगिनि आगमिष्येत् इति अस्ति चेत् प्रश्नः अस्ति लकारः कः इति गम् इति धातुः खलु इदानीं तत्र आगमिष्येत् इति अस्ति चेत् लग्लकारेण तत्र तत्र लकारद्वयमस्ति खलु लङ्लकारः अपि अस्ति विधिलिङ्लकारः अपि अस्ति खलु तत्र महोदय तत्र लकारद्वयं न स्थापितुं शक्नुमः खलु कन्फ्यूषन् वर्तते किन्तु किन्तु इदानीं समीचीनं खलु भगिनि तत्र घं धातुः गमिष्यति अस्ति चेत् अपि तत्र घम् इति धातुः आ इति उपसर्गः आगच्छेत् तत्र गमिष्यति इति अतः गमिष्येत् इति न लट्लकाररूपस्य एव परिवर्तनं करणीयं यतोहि तत्र केवलं लकारस्य परिवर्तनं क्षम्यतां महोदय चिन्ता मास्तु भगिनि चिन्ता एतत् भवति एव तौ दम्पती न आगम्य आगच्छेताम् आगच्छेताम् समीचीनं भगिनि तौ दम्पती न आगच्छेताम् ओके समीचीनं समीचीनं भगिनि अस्तु अग्रे नरेश महोदय भवत्याः बहूनि कार्याणि भवन्ति भवत्याः बहूनि कार्याणि भवेयुः भवेयुः समीचीनं भवति महोदय इदानीं तत्र त्वम् इति स्थापयतु त्वं भवत्या बहूनि कार्याणि भवेः न यतोहि कर्तृपदं तु कार्याणि एव अस्ति खलु आमामाम् तव बहूनि कार्याणि भवेयुः भवेयुः भवेयुः एव खलु आम् आं भवेयुः यतोहि तव अस्ति चेदपि तत्र तदेव अस्ति हा अस्तु समीचीनं महोदय अस्तु अग्रे प्रिया भगिनि अनेन मम साहाय्यं भवति अनेन मम साहाय्यं भवेत् हा अनेन मम साहाय्यं भवेत् तत्र कोऽपि वदति एतत् सर्वम् एतत् कार्यम् अहं करोमि अतः भवती वदति अस्तु तत् सम्यक् अस्ति एतेन कार्येण मम साहाय्यं भवति अथवा चिन्तनम् अस्ति तादृशं साहाय्यं भवति इति अतः तत् मम साहाय्यं भवेत् इति उत्तमम् अस्तु अग्रे सरामः तर्हि अत्र तत्र शोभभगिनी अग्रिम अभ्यासस्य आरम्भं करोति वा भगिनि आं महोदय उदाहरणानुसारं रिक्तस्थानानि पूरयत यथा तत्र क्रीणाति इत्यस्य उदाहरणं दत्तं क्रीणीयात् क्रीणीयुः इति तत्र एकवचने अपि बहुवचने एव दत्तम् अपि च प्रथमपुरुषे उत्तमपुरुषे क्रीणीयां क्रीणीयाम इति भवति एकवचने बहुवचने तर्हि गृह्णाति इति गृह्णीयात् गृह्णीयुः गृह्णीयां गृह्णीयाम इति भवति समीचीनं भगिनि अस्तु अग्रे किमपि तत्र कर्तृपदं योजयामः वा महोदय अस्तु करोतु भगिनि करोतु समीचीनमेव तत्र अहं फलं न सः अथवा बालकः फलं गृह्णीयात् बालकाः फलानि गृह्णीयुः इति भवति अहं पुष्पं गृह्णीयां वयं पुष्पाणि गृह्णीयाम इति भवति इति समीचीनं भगिनि अस्तु उत्तमम् अस्तु अग्रे तत्र उषा भगिनि आं महोदय अश्नाति अश्नाति अश्नाति इति खादति तत्र आस्वादनं तत्र किमपि खादति इति स्वीकरोतु अश्नुयात् इति भवति न महोदय किमर्थम् अश्नुयात् किन्तु एकवारं वदतु किमर्थम् इति. तत्र प्रिया भगिनी उक्तवती किमर्थं, वेदा भगिनी अपि उक्तवती, स्वशब्दैः भवती अपि वदतु तत्र किमर्थम् इति. सत्यमेव. अश्नाति आकारः अस्ति महोदय. अश्नुयात् आगच्छति चेत् उकारः परिवर्तनं भवति विधिलिङ्गकारे. हा किन्तु तत्र अश्नाति इति तत्र तस्य सदृशम् अन्यत् क्रियापदं वदतु. खादति इति भवान् उक्तवान् न महोदय? न न, खादति इति अर्थः. अश्नाति नाम खादति, सदृशं पदम्. अस्तु, सदृशम् इति अर्थे नास्ति. अस्तु अस्तु महोदय, सेम् अश्नाति इति तादृशं यत् वयं पठितवन्तः तत् बध्नाति इति महोदय. हा, बध्नाति, जानाति, क्रीणाति, प्रीणाति, अश्नाति इति. समीचीनम्. अश्नुयात् अश्नुयात् अश्नुयाताम् अश्नु अश्नुयुः. प्रथमपुरुषे सम्यक् नास्ति महोदय. अश्नु महोदय तत् सम्यक् नास्ति, अश्नीयात् इति भवति. सत्यं सत्यं सत्यम्, ईकारः अस्ति खलु. धन्यवादः भगिनि. समीचीनं, धन्यवादः प्रिया भगिनि. अश्नीयात् अश्नीयाताम् अश्नीयुः दीर्घ ईकारः. अश्नीयुः अश्नीयुः. अनन्तरं अश्नीयाम् अश्नीयाव अश्नीयाम हा इति. इदानीं तत्र वाक्यं तत्र कर्तृपदं सर्वम् उपयुज्य वाक्यं वदतु. अश्वः अश्नीयात् अश्वौ अश्नीयाताम् अश्वाः अश्नीयुः. अहं फलम् अश्नीयाम् वयं फलम् अश्नीयाम अश्नीयाम. अस्तु, समीचीनं भगिनि. हा अस्तु, तर्हि इदानीं तत्र वेदा भगिनि अग्रे. जानाति जान वदामि वा? हा वदतु भगिनि, तत्र किमस्ति? जानाति जानाति तत्र आकार अस्ति. जानीयात् जानीयुः जानीयां जानीयां जानीयाम इति. जानीयात् इस् तस्य एक किं वदामि, जानीयात् सः विवरणं जानीयात्. हा समीचीनम्, अस्तु उत्तमम्. अग्रे एक जानीयुः वयं वयं वयं न जानीयुः इति अस्ति चेत् ओ पाव न सः तौ ते ते ते किं किं वदामि ते कथां जानीयुः. कथां जानीयुः, समीचीनम्. अस्तु, अहम् इदानीं ओ क्रीणीयाम. ओके, अहं किम् अनद अनद वर्ड् न न केवलं जानीयाम् इदानीं. हा अहम् अहं जानीयां किं जानीयां किं किं जानीयाम् अहं किं जानीयाम् अहं श्लोकं पठनं जानीयाम्. अस्तु, पठनं श्लोकं जानीयां जानीयां जानीयाम वयं वयं वयं वयं कथां जानीयाम इव वयं कथां जानीयाम. अस्तु, समीचीनं भगिनि. अस्तु, नरेश महोदय अधुना वक्तुं शक्नोमि महोदय इति वा भगिनि? अस्तु, समीचीनम्. तत्र बध्नाति इति करोति वा? आं महोदय, प्रयत्नं करोमि. बध्नीयात् न बध्नीयात् बध्नीयुः उत्तमपुरुषे पुनः एकवारं वदतु भगिनि. बध्नीयां बध्नीयाव बध्नीयाम. हा उत्तमं. हा इदानीं वाक्यं किमपि सरलं वदतु. अस्तु यशोदा कृष्णं भग्नीयात् गोपिकाः कृष्णं भग्नीयुः भग्नीयुः भग्नीयुः समीचीनं अहं भ्रातारं राखीं भग्नीयां भ्रातारं तत्र भग्नीयात् द्विकर्मकः नास्ति भगिनि अहं राखीं भग्नीयां तावद् वयं भग्नीयाम न किं वदामि वयं किं भग्नीयां किमपि चोरान् भग्नीयाम भग्नीयां समीचीनम् अस्तु भवान् समीचीनं उदाहरणम् अस्ति शक्नोति शक्नुयात् शक्नुयुः शक्नुयां शक्नुयाम अग्रे तनोति तनोति तनुयात् तनुयुः तनुयां तनुयाम तनोति तत्र वस्त्रम् इति किमपि स्वीकरोतु स्प्रेड् इति अर्थे अपि अस्ति तत्र तनोति इति सः वस्त्रं तनुयात् ते वस्त्राणि तनुयुः अहं वस्त्रं तनुयां वयं वस्त्राणि तनुयाम तत्र वस्त्राणि वस्त्राणि वस्त्राणि तनुयाम इति समीचीनं महोदय अग्रे प्रिया भगिनी शृणोति शृणुयात् शृणुयुः शृणुयां शृणुयाम चत्वारः वाक्यानि रचनीयानि सरलवाक्यानि अस्तु सः सत्वचनं शृणुयात् ते सत्वचनानि शृणुयुः अहं भगवद्गीतां शृणुयां वयं स्तोत्राणि शृणुयाम समीचीनं भगिनि उत्तमम् अस्ति अस्तु अग्रे शोभ भगिनि प्राप्नोति एते सर्वे क्षम्यता महोदय एते सर्वे धातवः नु इति अस्ति तत्र स्वादिगणे अस्ति वा क्रीणाति गृह्णाति अश्नाति प्राप्नोति शृणोति परं समीचीनं वा अस्तु समीचीनं समीचीनं तदेव अस्ति इदानीं तत्र शोभा भगिनी तत्र प्राप्नोति इति तत्र उपसर्ग अस्ति वा प्रा इति उपसर्ग अस्ति उपसर्ग अस्ति चेत् तत्र लकारस्य निर्माणं कथं कुर्मः वयं लकारस्य निर्माणं वा महोदय यदि तत्र उपसर्गसहितधातुः अस्ति चेत् तत्र लकारस्य निर्माणं कथं भवति प्रथमम् उपसर्गरहितनिर्माणं भवति तदनन्तरम् इति वा सत्यं तदेव तदनन्तरम् अन्ते अन्ते एव तत्र पुनः उपसर्ग योजयामः उपसर्गं योजयामः तावदेव आम् आम् तर्हि तत्र आप्नुयात् इति भवति प्रायोगः आप्नुयात् प्राप्नुयात् इति भवति इति वार्ता सत्यं समीचीनं अस्तु महोदय तत्र प्राप्नोति इति प्राप्नुयात् इति भवति चेत् सः नगरं प्राप्नुयात् इति अपि च ते नगरं प्राप्नुयुः इति भवति अपि च अहं नगरं प्राप्नुयां वयं नगरं प्राप्नुयाम इति भवति इति भवति. समीचीनं भगिनि. अस्तु अग्रे उषा भगिनि. चिन्तयति चिन्तयति रूपाणि दत्तानि सन्ति एकवारं पठतु तत्. आं महोदय. चिन्तयेत् चिन्तयेयुः चिन्तयेयं चिन्तयेम चिन्तयेत् चिन्तयेतां चिन्तयेयुः. मध्यमपुरुष एकवारं वदामि महोदय. समीचीनं भगिनि. वदतु वदतु. चिन्तेः इति भवति वा चिन्तेः? न न न तत्र पठेत् इति अस्ति. पठेत् किं भवति? पठेः इति भवति. इदानीं तत्र पठति किं भवति? पठेत् पठेत् पठेतां पठेयुः भवति महोदय. चिन्तयेत् तत्र चिन्तयेत् इति अस्ति. चिन्तयति चिन्तयेत् चिन्तयेत् इदानीं तत्र मध्यमपुरुषे एकवचने किं भवति? पठेः इति अस्ति. चिन्तयेः. हा उत्तमं भगिनि. चिन्तयेः इति समीचीनं. हा चिन्तयेः चिन्तयेतं चिन्तयेत् अपि चिन्तयेयं चिन्तयेव चिन्तयेम हा इति अस्ति भगिनि. हा तत्र यकारः अस्ति किन्तु तत्र यकारः विधिलिङ्गकारस्य कारणात् नास्ति किन्तु तत्र धातु तत्र धातौ एव अस्ति यकारः. महोदय एते निजन्तधातु किल तत्र चिन्तयति चुरादिगणेन यकारः आगच्छति यकारः न या आगच्छति या आगच्छति न यकारः यकारः तदनन्तरं शप् योगति. हा चिन्तयति. हा समीचीनं. चिन्तयति समीचीनमेव. हा अतः तत्र किन्तु यकारस्य कारणं तत्र लकारः न धातु एव कारणात् तत्र यकारः नास्ति धातोः मध्ये एव तत्र यकारः अस्ति इति चिन्तयितुं शक्नुमः. हा अतः तत्र चिन्तयेत् इति एव अस्ति. समीचीनम्. अस्तु इदानीम् उषा भगिनी तत्र गणयति इति पदस्य तत्र रूपाणि वदतु. गणयति गणयेत् गणयेतां गणेयुः. न न पुनः तत्र गणयति किं भवति? गणयेत् महोदय. गणयेत् हा तदनन्तरं गण तत्र किमर्थम् एकारः णे इति किमर्थं वदति भवती? गण ओके अस्तु अस्तु. गणे गणेतां गणेयुः. गणेत् नास्ति भगिनि. चिन्तेत् इति अस्ति वा अथवा चिन्त उत्तम तत्र प्रथमपुरुषस्य रूपाणि एकवारं वदतु भगिनि. गणेत् महोदय गणेत् न न भगिनि पुनः तत्र चिन्तयति तत्र तत्र किं भवति? गणयति इति अस्ति गणये चिन्तयति इति पदस्य पुनः एकवारं वदतु प्रथमपुरुषरूपाणि कानि? चिन्तयेत् हा तत्र चिन्तेत् इति अस्ति वा अथवा चिन्तयेत् इति अस्ति वा? चिन्तयेत्. हा अतः गणयति किं भवति? गणयेत्. हा इदानीं वदतु गणयेत् गणयेत् गणे गणे इति नास्ति खलु भगिनि गण ये इति एव द्विवचने वक्तुं द्विवचने अपि तत्र गणय इति दातुं चिन्तयेत् गणयेतां णेकारः किमर्थं भगिनि? यकारस्य मध्ये एकारः समीचीनं गणे इति वा अथवा गण तदनन्तरं यकारस्य परिवर्तनं वा भगिनि? तत्र पट् पट् धातुः अस्ति खलु पटेत् इति वदति वा अथवा पेटेत् इति वदति वा भगिनि? पटेत्. हा अतः केवलम् अन्तिमवर्णस्य एव एकारः खलु इत्युक्ते गण एव स्वीकरणीयं न गणय अपि हा किमर्थं तत्र गणे इति स्थापयति गणयति ति प्राक् किमस्ति गणय इति अस्ति खलु गणयेत् अस्ति तदनन्तरं गणे गणय गणयेताम् एकनिमिषं महोदय लिखामि अन्तिमवर्णः अन्तिमवर्णः यकारः इति चिन्तयतु भगिनी णकारः नास्ति यकारः इति चिन्तयतु गणयेताम् हा गणयेताम् गणयेत् गणयेताम् गणयेयुः गणे गणे गणयेयुः पुनः एकवारं वदतु प्रथमपुरुषस्य रूपाणि गणयेत् गणयेतां गणे गणयेयुः हा तत्र गणय इति भागम् इति स्वीकरोतु तदनन्तरं सर्वं कार्यं करोतु अस्तु हा णकारः मध्ये अस्ति अन्तिमवर्णः नास्ति इति मनसि स्थापितं चेत् सुलभः भवति इदानीं मध्यमपुरुषे एकवचने किं भवति गणयेः हा इदानीं समीचीनम् अग्रे द्विवचने गणयेतं गणयेत् हा इति गणयेयं गणयेव गणयेम इति क्षम्यतां महोदय क्लेशः न उत्तमम् तत्र सर्व एतद् क्लेशः तु तत्र सर्वेषां कृते भवति भगिनि अतः चिन्ता मास्तु हा उत्तममेव अस्ति इदानीं तत्र सम्यक्तया स्थापितम् अस्ति अतः चिन्ता मास्तु इदानीं तत्र वाक्यं रचयतु तत्र गणयति इति वा अथवा चिन्तयति महोदय गणयति इति स्वीकरोतु अस्तु बालकः बालकः संख्या गणयति संख्या इति तत्र एकवचने वा बहुवचने वा संख्या इति संख्या बालकः गणयेत् किन्तु मध्ये तत्र किम् अस्ति संख्या इति रूपं वा तत्र मध्ये यत् पदमस्ति तस्य विभक्ति का संख्या इति वक्तुम् इति भवती वदतु तत्र संख्या इति स्थापितुम् इच्छति चेत् पदस्य का विभक्ति अपेक्षिता संख्या कीदृशपदं महोदय संख्या भवती एव वदतु तत्र किं करणीयं बालकः गणयेत् अस्ति चेत् मध्ये किं भवति बालकः इति किम् अस्ति वाक्ये बालपदम् अस्ति क्रियापदम् अस्ति अन्यत् किम् अस्ति कर्मपदं महोदय अस्तु तत्र इदानीं तत्र संख्या आकारान्तस्त्रीलिङ्गपदम् अस्ति अस्तु भगिनि अस्तु समीचीनमेव इदानीं तत्र तत् स्थापितुम् इच्छति समीचीनं तत्र संख्या रमे संख्या इति विभक्ति का तत्र संख्या प्रथमविभक्ति एकवचने संख्या संख्ये संख्याः अस्तु इदानीं तत्र वाक्यं वदतु इदानीं बालकः बालकः संख्याः गणयेत् गणयेत् इदानीं संख्याः इति प्रायशः समीचीनमेव किन्तु तत्र विभक्ति का इति वदतु संख्याः इति बहुवचनं महोदय वचनं बहुवचनं विभक्ति विभक्ति विभक्ति प्रथमविभक्ति बहुवचनं न कर्म अस्ति चेत् रमा रमे रमः द्वितीय बहुवचनं महोदय द्वितीय बहुवचनं किम् अस्ति संख्या इति पदस्य संख्याः एव महोदय संख्याः एव सत्यं समीचीनं भगिनि समीचीनमेव अतः इदानीं वदतु बालकः संख्याः गणयति संख्याः गणयेत् गणयेत् इति समीचीनं तत्र एकवचने संख्या इति एकवचने अस्ति चेत् द्वितीयविभक्ति किं भवति बालकः बालकः सङ्ख्यां हा गणयेत् समीचीनम् अस्तु सङ्ख्याः एव स्वीकरोतु बालकः सङ्ख्याः गणयेत् इदानीं बालकाः बालकाः सङ्ख्याः सङ्ख्याः एव मध्ये स्थापयतु सङ्ख्याः गणयेयुः अस्तु इदानीम् अहम् इति अहम् अहं सङ्ख्याः गणयेः न न अहम् इति अस्ति अहम् आवां गणेयम् न न पुनः तत्र गणय इति स्वीकरोतु गण इति मा स्वीकरोतु महोदय लिखामि गणयेयम् उत्तमं गणयेयम् वयम् अहम् आवां वदामि महोदय अहं गणयेव वयं सङ्ख्याः गणयेम उत्तमं भगिनि अस्तु समीचीनम् अस्तु तर्हि अग्रे वेदा भगिनि महोदय मार्जयति मार्जयति मार्जयति मार्जयेत् मार्जयेयुः मार्जयेयम् मार्जयेम समीचीनं भगिनि मार्जयेत् सः गृहं मार्जयेत् या सा गृहं मार्जयेत् मार्जयेयुः ते गृहं मार्जयेयुः मार्जयेयम् अहं गृहं मार्जयेयं मार्जयेम मार्जयेम वहं वयं गृहं मार्जयेम समीचीनं भगिनि हा अस्तु अस्तु तर्हि अग्रे नरेश महोदय अग्रे महोदय कथयति कथयेत् कथयेयुः कथयेम न कथयेम् तत्र उत्तमपुरुषे वदतु एकवचने किमस्ति कथयेम् अथवा कथयेयम् तत्र महोदय तत्र कथय इति स्वीकरोतु तदनन्तरं यथा पठेयम् इति अस्ति तत्र पठ् इति पठयेयं तत्र पठेयम् इति अस्ति तत्र कथयेयं कथयेयं क्षम्यतां पठेयम् इति दोषम् उक्तवान् पठेयम् पठेयम् इति यथा अस्ति पठ तत्र पठेयं तादृशं गणय अस्ति तत्र गणयेयम् गणयेयम् गणयेयम् परन्तु बहुवचने गणयेम न न गणय बहुवचने तु गणयेम अत्र कथयेयम् कथयेम सत्यं महोदय कथयेम सो मार्जयति तत्रापि मार्जयेयं मार्जयेम मार्जयेम अस्तु अस्तु इदानीं सम्यक् कथयेत् इति कथयेत् सः वार्तां कथयेत् ते वार्तानि कथयेयुः अहं कथां कथयेयं वयं कथानि कथयेम. तत्र कथा कथा इति अस्ति महोदय, तत्र पुनः वाक्यं वदतु. वयं वार्तां कथयेम. अस्तु, हा वयं वार्ताम्, अस्तु वार्ताम् इति समीचीनं. कथानि इति उक्तवान् वा महोदय? तत्तु सम्यक्. कथा इति स्त्रीलिङ्गे अस्ति खलु? आम् आम्, कथाः भवति, कथाः इति समीचीनं. कथाः, कथयेम, कथयेम, कथयेम इति समीचीनम्. अस्तु, तत्र वंशीसुधभगिनी तत्र चिन्तयति, चिन्तयेत् इति न कृतं, तत्र भवती करोति वा? आं महोदय, करिष्यामि. चिन्तयेत् वा? अत्र अस्ति वा? नास्ति न? अस्तु, चिन्तयेत् चिन्तयेत् चिन्तयेत् चिन्तयेत् चिन्तयेयुः चिन्तयेयं चिन्तयेम. अस्तु, अस्तु, वयं न छात्राः छात्रः छात्राः प्रश्नं चिन्तयेत् छात्राः प्रश्नान् चिन्तयेयुः. अहम् उत्तरं चिन्तयेयं, वयम् उत्तराणि चिन्तयेम. समीचीनं भगिनी, उत्तमम्. अस्तु, अग्रे तत्र प्रिया भगिनी, तत्र प्रायशः अग्रिमे अभ्यासे तत्र किमपि नास्ति इति मन्ये, वयं तादृशम् अभ्यासं कृतवन्तः इति मन्ये. अतः तत्र कुर्यात् एतत् सर्वं वयं कृतवन्तः. अतः तत्र अग्रे सरामः भगिनी, तत्र सप्तम अभ्यासः. अस्तु महोदय, अधः लिखितानि वाक्यानि कदाचित् प्रायः श्वः यदि इत्यादीनां पदानां प्रयोगेन सम्भावनार्थे परिवर्त्य लिखत. प्रथमः, अद्य रमेशः आगच्छति. कदाचित् अद्य रमेशः आगच्छेत्. तत्र सः आगच्छति इति तत्र अस्माकं ज्ञानमस्ति, सम्यक् ज्ञानमस्ति, सः आगच्छति. किन्तु अत्र किं भवति न जानीमः, अतः तत्र कदाचित् अपि आगच्छेत् इति अपि स्थापयामः. अस्तु, समीचीनम्. अग्रे अग्रे, सः आगत्य करोति. प्रायः सः आगत्य कुर्यात् इति समीचीनं भगिनि. तत्र यदि एतादृशं प्रयोगं कुर्मः तत्र किं भवति, अन्यानि क्रियापदानि यानि सन्ति तेषां तत्र परिवर्तनं न भवति. तत्र आगत्य लेबन्तमस्ति, किन्तु आगत्य इति एव तिष्ठति तत्र. तत्र सः आगच्छेत् इति स्थापनीयं नास्ति. सः आगच्छति न वा इति अपि न जानीमः, किन्तु पुनः यदि सः आगच्छति, सः करोति न करोति इति अपि न जानीमः, किन्तु केवलम् अत्र विषयः अस्ति सः आगत्य कुर्यात् प्रायशः इति चिन्तनं. समीचीनम्. अस्तु, अग्रे तत्र शोभा भगिनी, अग्रिमवाक्यम्. आं महोदय, तत्र त्व आगत्य करोति, तत् कृतं किल, सः आगत्य करोति. त्वं मित्रगृहं गत्वा फलानि खादसि. त्वं मित्रगृहं गत्वा फलानि तत्र खादसि इति मध्यमपुरुषे एकवचनम्. अतः खाद्ययाः तत्र खादति इति पट् इव अस्ति खलु? पठति इति मध्यमपुरुषः. तत्र पठेः, हा पठेतं, पठेत, खादेः, खादेतं, खादेत, खादेत. त्वं मित्रगृहं, पुनः वाक्यम् अन्वयः. त्वं पूर्णवाक्यं पुनः एकवारं. त्वं मित्रगृहं गत्वा फलानि खादेः. हा इति अस्ति, समीचीनम् अस्ति. अस्तु, अग्रे उषा भगिनि. महोदय, प्रायशः इति प्रायशः इति स्थापयतु भगिनि. अथवा श्वः शोभा भगिनी किं महोदय तत्र भवती केवलं तत्र लकारस्य परिवर्तनं कृतवती किन्तु तत्र अभ्यासे तत्र लिखितवन्तः कदाचित् अथवा प्रायशः इति करणीयं वा प्रायः अथवा श्वः अथवा यदि इति तत् स्थापनीयमिति अतः हा प्रायशः त्वं मित्रगृहं गत्वा फलानि खादेः इति समीचीनम् अथवा कदाचित् अपि किं स्थापितुं शक्नुमः समीचीनम् अग्रे उषा भगिनी महोदय यदि त्वं मित्रगृहं गच्छति तदा फलानि खादेः इति अपि सम्यक् अस्ति वा महोदय तद् प्रायशः तदपि भवितुमर्हति तत्र तत् भिन्न अर्थः भिन्नः अस्ति भगिनि तत्र गच्छेत् इति भवितुमर्हति वा हा सत्यं सत्यं तत्र गच्छति न वा इति तस्मिन् विषये अपि तत्र सम्भावना अस्ति खादनक्रियामध्ये अपि तत्र सम्भावना अस्ति यदि त्वं मित्रगृहं गच्छेत् तर्हि फलानि खादेः किन्तु भगिनि तत्र प्रथमतया सरलरूपस्य ज्ञानं प्राप्नुमः क्लिष्टकरवाक्यस्य ज्ञानं प्राप्त्वा सरलवाक्यस्य ज्ञानं नास्ति चेत् कोऽपि लाभः नास्ति इत्युक्ते यदि तर्हि न आगच्छति वा तत्र भगिनि इदानीं तत्र कदाचित् प्रायः श्वः इति तस्य स्थापनं कुर्मः इदानीं भगिनि यदि अपि तत्र दत्तमस्ति न महोदय दत्तमस्ति किन्तु इदानीं मास्तु अस्तु तत्र अर्थः तत्र यथा भवती कर्तुम् इच्छति तत्र अर्थः भिन्नः भवति अतः मास्तु भगिनी भवती तत्र कदाचित् प्रायः श्वः इति एव उपयुज्य वाक्यं वदतु अस्तु महोदय एषः अर्थः प्रथमतया मनसि भवेत् तदनन्तरं भिन्नः अर्थः कः इति अग्रे चर्चयामः वयं तत्र न तिष्ठामः श्वः अथवा प्रायः वयं तत्र न तिष्ठाम तिष्ठाम इति वा तिष्ठामः वयं न महोदय अत्र पठामः रूपं किं भवति पठामः इति लट्लकारे अस्ति विधि भवति महोदय पठेम इति भवति अतः तिष्ठेम इति तिष्ठेम पुनः वाक्यं वदतु श्वः न तिष्ठेम श्वः वयं तत्र न तिष्ठेम इति समीचीनं भगिनि अस्तु वंशीसुधा भगिनी अग्रे आं महोदय तत्र बालकाः पञ्चमवाक्यं किल बालकाः अत्र क्रीडन्ति प्रायः बालकाः अत्र क्रीडेयुः क्रीडन्ति पठेयुः क्रीडेयुः तादृशं क्रीडेयुः समीचीनं भगिनि अस्तु वेदा भगिनी अग्रे एकनिमिष बालकः अत्र जनाः किं कुर्वन्ति जनाः किं कुर्वन्ति श्वः जनाः किं कुर्युः कुर्वन्ति कुर्युः जनाः श्वः जनाः किं कुर्युः समीचीनं भगिनि अस्तु अग्रे नरेश महोदय सा आगच्छति त्वमपि आगच्छसि सा आगच्छेत् त्वमपि आगच्छेः समीचीनं प्रायशः अथवा कदाचित् प्रायशः सा आगच्छेत् त्वमपि आगच्छेः इति समीचीनम् अस्तु प्रिया भगिनी अग्रे कार्यं समाप्य यूयं खादत् प्रायः कार्यं समाप्य यूयं खादेत् खादेत् समीचीनं तत्र महाप्राणः नास्ति इदानीं, तत्र अल्पप्राणः अस्ति, एकारः अस्ति, खादेत. समीचीनं भगिनि. हा अस्तु, अग्रे शोभा भगिनि. भवन्तः पुस्तकालयं गत्वा लिखन्ति. भवन्तः पुस्तकालयं गत्वा तत्र बहुवचने, अतः लिखेयुः इति भवति. अतः तत्र कदाचित् भवन्तः पुस्तकालयं गत्वा लिखेयुः. उत्तमं भगिनि, अस्तु. अग्रे उषा भगिनि. गृहे के के तिष्ठन्ति? श्वः गृहे के के तिष्ठेयुः? श्वः गृहे के के तिष्ठेयुः? समीचीनं भगिनि, अस्तु. अग्रे वंशीसुधा भगिनि, अग्रिमम् अभ्यासम् आरम्भं करोति वा, तस्य आरम्भं करोति वा? आं महोदय, करिष्यामि. अष्टमम् अध्यायः अस्ति. विधिर्लिङ्ग् क्रियापदानां प्रयोगेण अतः लिखितं संवादं पूरयत. तत्र श्यामः किम् अद्य भवती तत्र गमिष्यति? विजया उक्तवती कदाचित् कदाचित् अहं तत्र न कदाचित् तस्य उत्तरं वक्तव्यं किल महोदय? गमयेत् कदाचित् अहं पुनः भगिनि, तत्र लट् लकारस्य रूपं वदतु. तत्र गमिष्यति इति लट् लकारं किमस्ति? ओ अस्तु, गमिष्यति तत्र तु गमिष्यति, लट् लकारः वदतु. लट् लकारः कः इति वदतु? गमयेत्, गमयेत् भवति. धातुः किम् अस्ति? ओ गम् धातु अस्ति महोदय, गम् धातु अस्ति महोदय. अस्तु, लट् लकारे किम् अस्ति? ओ गच्छति. ओ अस्तु, क्षम्यतां, गच्छेत्. तत्र तु भ्रमः जातः, क्षम्यतां. कदाचित् अहं गच्छेयं, कदाचित् अहं गच्छेयं, कदाचित् तत्र अहं गच्छेयं. समीचीनं, समीचीनम्. अस्तु, श्यामः वदामि वा महोदय, अग्रे पठामि वा? श्यामः वदति किं भवती कार्यं शीघ्रं करोति? विजया वदति प्रायः शीघ्रमेव, प्रायः शीघ्रमेव करोति. क्रू दात् न कुर्यात्, कुर्यात् कुर्याम, कुर्याम, कुर्याम, प्रायः शीघ्रं कुर्याम. श्यामः वदाम, अस्तु, श्यामः वदति प्रायः अहमपि शीघ्रं कार्यं अहं कुर्याम, तदेव न, प्रायः अहमपि शीघ्रं कार्यं कुर्याम, कुर्याम, सत्यं. विजया वदति किं त्वं विद्यालये क्रीडिष्यसि? श्यामः वदति यदि यदा विद्यालयं गच्छेयं तदा क्रीडेयम्, क्रीडेयं. समीचीनं, यदा विद्यालयं गच्छेयं तदा अहं क्रीडेयं, तदा अहं क्रीडेयम्. समीचीनम्, अस्तु. अन्ते तत्र वेदा भगिनी, तत्र सूक्तिः इति अस्ति, तत्र एकवारं पठतु भगिनि. क्षणक्षः कणशश्चैव विद्याम् अर्थं न साधयेत्. न न च च इति अस्ति, न न च साधयेत्, विद्याम् अर्थं च साधयेत्. अतः विद्यां साधयेत् साधयेत् अर्थमपि साधयेत्. कथं कणशः कणशः नाम भागं भागम् अर्थं साधयेत् विद्या क्षणक्षः साधयेत्. प्रतिक्षणं प्रतिक्षणं विद्यां साधयेत् अर्थं कणशः एव साधयेत् इति. अस्तु, समीचीनं. तत्र अग्रिमे वर्गे तत्र चर्चयामः अर्थः कः इति. अस्तु, तर्हि तत्र अग्रिमवर्गे, तत्र अग्रिमे सप्ताहे तत्र के के आगच्छन्ति? अहं तु न आगच्छामि. भवान् न आगच्छति? कोऽपि अवकाशः वा? अवकाशः? न, अहं केवलं पृच्छामि तावदेव. क्रिस्मस् हालिडेस् वा महोदय? अतः किञ्चित् एकवारं तत्र पृच्छामि इति चिन्तितवान् तावदेव. हा अस्तु तर्हि अतः तत्र अग्रिमवर्गे अपि कर्तुं सूक्तिः सूक्तेः अर्थः कः इति चर्चितुं शक्नुमः. अस्तु तर्हि तत्र नरेश् महोदय अन्ते तत्र शान्तिमन्त्रं वदति महोदय. आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. धन्यवादः. अस्तु महोदय, धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः महोदय. नमस्कारः.